पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 121 ईश्वर उवाच धात्रीच्छायां समाश्रित्य कुर्यात् पिण्डं तु यो गुह मुक्तिं प्रयान्ति पितरः प्रसादान्माधवस्य तु मूर्ध्निपाणौ मुखे चैव देहे चैव तु यो नरः दात्ते धात्रीफलं वत्स धात्री फलविभूषितः धात्रीफलकृताहारो नरो नारायणो भवेद् यः कश्चिद्वैष्णवो लोके दत्ते धात्रीफलं गुह प्रियो भवति देवानां मनुष्याणां च का कथा न जह्यात्तुलसीमालां धात्रीमालां विशेषतः यावत्तिष्ठति कण्ठस्था धात्रीमाला नरस्य हि तावत् तस्य शरीरे तु प्रतिष्ठति च केशवः धात्रीं फलं तु तुलसीमृत्तिका द्वारकोद्भवा सफलं जीवितं तस्य त्रिधयं यस्य वेश्मनि यावद्दिनानि वहदे धात्रीमालां कलौ नरः तावद्युगसहस्राणि वैकुण्ठे वसतिर्भवेद् मालायुग्मं वहेद्यस्तु धात्री तुलसीसम्भवं वहदे कण्ठदेशेदु कल्पकोटिं दिवं वसेत् संनियम्येन्द्रियग्रामं शालग्रामशिलार्चनं यः कुर्यान्मानवो भक्रिया पुष्पे पुष्पेष्वमेधजं सुराणां च यथा विष्णुः पुष्पाणां तुलसी तथा तुलस्यानुदिनं देवं योर्चयेत् गरुडध्वजं जन्मदुःखजरारोगैर्मुक्तोऽसौ मुक्तिमाप्नुयाद तुलसी मालया विष्णुपूजितो येन कार्तिके यमाक्षरकृदां मालां स्फुटं शौरिः प्रमार्जति श्रीचन्दनं सकर्पूरमगुरुं च सकुङ्कुमं केतकीदीपदानं च सर्वदा केशवप्रियं कार्तिके केतकीपुष्पं दत्तं येन कलौ युगे दीपदानमहासेन कुलानां तारयेच्छदं सरोरुहाणि तुलसी केतकी मुनिपुष्पकं कार्तिके च दिनान्येव दीपदानं तु पञ्चमं केतकी मालयायेन कार्तिके पुष्पमण्डपं केशवस्य कृतं वत्स वसतिर्दिवितस्य च केतकी पुष्पकेनैव पूजितो गरुडध्वजः समासहस्रं सुप्रीदो जायते मधुसूदनः अर्चयित्वा हृषिकेशं कुसुमै केतकीभवैः पुण्यं तद्भवनं यादि केशवस्य शिवं गुह दमनकेनापि देवेशं सम्प्राप्ते मधुमाधवे समभ्यर्च्य मुनिश्रेष्ठ अर्चनाल्लभदे फलम् अगस्त्यकुसुमैर्देवं योर्चयेद जनार्दनं दर्शनात्तस्य भो विप्र नरकाग्निः प्रणश्यति न तत्करोति विप्रर्षे तपसा तोषितो हरिः यत्करोति महासेन मुनिपुष्पैरलङ्कृतः विहाय सर्वपुष्पाणि मुनिपुष्पेण केशवम्। कार्तिके योऽर्चयेद्भक्र्या वाजिमेधफलं लभेद मुनिपुष्पकृतां मालां यो ददाति जनार्दने देवेन्द्रोऽपि मुनिश्रेष्ठ कुरुदे तस्य सत्कथां गवामयुतदानेन यद्फलं प्राप्यते गुह मुनिपुष्पेण चैकेन कार्तिके लभते फलं कौस्तुभ्येन यथा प्रीदो यथा च वनमालया तुलसीदलेन सम्प्रीतकार्तिके च तथा हरिः सीयोद उवाच प्रश्रयावनदं दृष्ट्वा कुमारं भक्तितत्परं पुनः प्रोवाच भगवान् महादेवो वृषध्वजः ईश्वर उवाच शृणु दीपस्य माहात्म्यं कार्तिके शिखिवाहन पितरश्चैव वाञ्छन्ति सदा पितृगणैर्वृताः भविष्यति कुलेऽस्माकं पितृभक्तः सुपुत्रकः कार्तिके दीपदानेन यस्तोषयति केशवं कृतेन दीपको यस्य तिलतैलेन वा पुनः ज्वलते यस्य सेनानीरश्वमेधेन तस्य किं तेनेष्टं क्रतुभिः सर्वैः कृतं तीर्थावगाहनं दीपदानं कृतं येन कार्तिके केशवाग्रतः कृष्णपक्षे विशेषेण पुत्र पञ्चदिनानि च पुण्यानि तेषु यो दत्ते दीपं सोक्षयमाप्नुयाद एकादश्यां परैर्दत्तं दीपं प्रज्वाल्यमूषिका मानुष्यं दुर्लभं प्राप्य परां गतिमवापसा लुब्धकोऽपि चतुर्दश्यां पूजयित्वा महेश्वरं निर्भक्षः परमं प्राप्य विष्णुलोकं जगामसः स्वपाकस्याश्रयाद्वैश्या दीपं कृत्वा परैकृतं शुद्धा लीलावती भूत्वा जगामस्वर्गमक्षयं गोभः कश्चिदमावस्यां पूजां दृष्ट्वादु शार्ङ्गिणः मुहुर्मुहो जयेत्युक्त्वा राजराजेश्वरो भवद तस्माद्दीपाः प्रदातव्या रात्रा वस्तमदे रवौ गृहेषु सर्वगोष्ठेषु सर्वेष्वायतनेषु च देवालयेषु देवानां श्मशानेषु सरस्सु च कृदादिनाशुभार्थाय यावत् पञ्चदिनानि च पापिनः पितरो ये च लुप्तपिण्डोदकक्रियाः तेऽपि यान्ति परां मुक्तिं दीपदानस्य पुण्यतः इति श्रीपाद्मे महापुराणे उत्तरखण्डे कार्तिकमाहात्म्ये दीपगन्धधात्री माहात्म्यवर्णनो नाम एकविंशत्यधिकशततमोऽध्यायः ॐ